नमस्कारः सर्वेभ्यः. अद्यतन न्यायशास्त्रवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति परार्थ अनुमानम् इति विषये किञ्चित् इतोपि चर्चा. पूर्वस्मिन् वर्गे 195 तमे पुटे यस्थूल अक्षरैः लिखितं तत् अस्माभिः दृष्टम्. एतस्मात् पूर्वं स्वार्थानुमानं किम् इति सर्वे स्मरन्ति खलु? स्वार्थानुमानम्. हरि ओम्. आम् महोदय, स्वार्थानुमानं वा एकवारं स्वार्थानुमानं किम् इति एकवारं वदति वा? अस्तु, प्रयत्नं करोमि. तत्र यद् स्थूल अक्षरैः तत्रापि लिखितं तदेव स्वार्थानुमानस्य लक्षणं. तत्र स्वयमेव भूयो दर्शनेन यत्र धूमः अग्निः इति महानसौ आदौ व्याप्तिं गृहीत्वा पर्वतसमीपे. स्वार्थानुमानम् इत्युक्ते यः स्वयमेव प्रत्यक्षेण पश्यति, अनन्तरं तत्र तु तस्य दुःखच्छेदः भवति, प्रथमं तु तस्य परामर्शज्ञानम् उत्पद्यते, अनन्तरं सन्देहच्छेदः तत्रापि भवति, दुःखच्छेदः भूत्वा यद् ज्ञानं तस्य मनसि उत्पद्यते तदेव स्वार्थानुमानम्. यस्य स्वयं पुनः पुनः बहुवारं दर्शनेन महानसेवा अन्येषु स्थलेषु सः पश्यति, सः वा सा पश्यति, तर्हि व्याप्तिं जानाति. अनन्तरं पर्वतं गत्वा धूमं दृष्ट्वा सन्देहः मनसि आगच्छति, सन्देहात् दुःखम् आगच्छति, दुःखमागच्छति. किं निश्चयज्ञानेन, व्याप्तिज्ञानेन, धूमदर्शनेन, व्याप्तिज्ञानेन, ओहो परामर्शज्ञानम् इत्युक्ते व्याप्तिविशिष्टधूमः अस्मिन् पर्वते अस्ति इति परामर्शः, तस्मात् पर्वतः वह्निमान् इति अनुमितिज्ञानम् उत्पद्यते. ज्ञानस्य उत्पन्नेन किं दुःखध्वंसः भवति, तदेव प्रयोजनम् इति स्वार्थानुमानम्. साधु लक्ष्मी भगिनी, साधु. अत्र प्रत्यक्षं यथा भवती उक्तवती, प्रत्यक्षम् अनन्तरं व्याप्तिज्ञानम् अनन्तरं परामर्श, एतत् सर्वम् अग्रे परार्थानुमानं. तत्र स्थूल अक्षरैः 195 अस्ति खलु, यत्तु स्वयं, तस्मात् लक्ष्मी भगिनी पठति वा? आम् महोदय, स्वयं श्रूयते किम्? हा सम्यक्. अस्तु. यत्तु स्वयं धूमादि अग्निमनुमाय परप्रति प्रत्यर्थं पञ्च अवयववाक्यं प्रयुज्यते, तत् परार्थ अनुमानं यथा पर्वतो यत्तु स्वयं किं यत्तु स्वयं धूमादग्निमान् अग्निमनुमाय धूमात् अग्निम् अनुमाय धूमात् अग्निम् अनुमाय परप्रतिपत्यर्थं पञ्चावयववाक्यं प्रयुज्यते, तत् परार्थ अनुमानम्. सम्पूर्णतया पठामि वा महोदय? अस्तु. यथा पर्वतो वह्निमान् धूमत्वात्, यो यो धूमवान् सो अग्निमान् यथा महानसं, तथा च अयं तस्मात् तथा इति अनेन प्रतिपादित प्रतिपादितात् लिङ्गात् पर अपि लिङ्गात् परोप्य अग्निं प्रतिपद्यते. प्रतिज्ञा हेतु उदाहरण परः अपि अग्निं प्रतिपद्यते. प्रतिज्ञा हेतु उदाहरण उपनयनिगमनानि पञ्चावयवाः. पर्वतो वह्निमान् इति प्रतिज्ञा, धूमत्वात् इति हेतुः, यो यो धूमवान् सो अग्निमान् यथा महानसन् इति उदाहरणं, तथा च अयम् इति उपनयः, तस्मात् तत् इति निगमनम्. अत्र परार्थ तस्मात् तथा इति निगमनम्. अस्तु, अस्तु, अत्र परार्थ परार्थ अनुमानम् इति परार्थानुमानमिति प्रतिपादनार्थं पञ्च अवयववाक्यं प्रयुज्यते इति दत्तं. यत्तु स्वयं धूमात् अग्निम् अनुमाय इत्युक्ते तत्र यत्तु स्वयं धूमात् अग्निम् अनुमाय स्वयं यः कोऽपि पर्वते धूमं पश्यति धूमात् अग्निः अपि पर्वते अस्ति इति यः यः स्वयं ज्ञात्वा सः अन्येषां प्रति तत् प्रतिपादयितुं पञ्चाव्यववाक्यं पञ्चाव्यववाक्यं प्रयोगं करोति. तत् परार्थ अनुमानं येन तसः अपि तत् अन्यः अपि धूमात् अग्निम् इति तस्य मनसि अपि अनुमिति ज्ञानम् उत्पन्नं भवति. तादृश अनुमिति ज्ञानम् अन्येषां यः तत् अन्यः सः अन्यः धूमं न पश्यति सः अन्य कुत्रापि अस्ति तस्य मनसि एतादृश अनुमितेः ज्ञानम् उत्पन्नं पञ्चाव्यववाक्यं प्रयुज्यते इति वाक्यस्य कथनं. सो पञ्चाव्यववाक्यानि के यथा पर्वतः वह्निमान् यथा पर्वतः वह्निमान् इति तत् इति साध्यं किमर्थम् इत्युक्ते धूमत्वात् धूमवह्निमध्ये किं अन्वयः इत्युक्ते यो यो धूमवान् सो अग्निवान् यथा महानसं. महानसम् इति उदाहरणं, महानसे यत्र धूमः अस्ति तत्र धूमः अग्निः द्वयोपि महानसे दृश्यते. यत्र धूमः अस्ति तत्र अवश्यं अग्निः अपि अस्ति इति महानसे तत् अनुभवम् अस्ति एव. यदि अग्निः नास्ति चेत् धूमः अपि नास्ति इति महानस उदाहरणात् निष्कर्षं भवति यो यो धूमवान् सो अग्निमान् इति. तथा च अयम् इत्युक्ते तादृशं यथा महानसे तथा अपि पर्वते पर्वते अपि सः पर्वतः धूमवान् अतः सः अग्निमान् वह्निमान् अपि. तस्मात् तथा इति इत्युक्ते परामर्शः तत्र तस्मात् इति परामर्शस्य सूचना अस्ति तत्र इत्युक्ते तत्र अहं सम्यक् न अवगतवती किन्तु एक्स्ट्रा इति दृश्यते. तथा च अयमेव सर्वं प्रतिपादयति किमर्थं तस्मात् तथा इति पुनः एकवारं तत्र अस्ति इति मनसि आगच्छति. हा, तत्र तथा च अयम् इत्यस्मिन् वाक्ये तथा इत्युक्ते किं व्याप्ति धूमवान् अयं पर्वतः इति तथा च अयं पर्वतः तादृशधूमवान् कीदृशधूमवान् व्याप्तिविशिष्टधूमवान्. अग्रिमे वाक्ये तस्मात् तथा अत्र तथा इत्युक्ते तस्मात् पर्वतो वह्निमान्. ओ अस्तु, ओ तस्मात् ओके, तस्मात् तथा इत्युक्ते तस्मात् इत्युक्ते वह्निव्याप्तिधूमवत्वात् पर्वतः वह्निमान्. तथा अस्ति, तथादिपदेन विषयद्वयं सूच्यते. अस्तु, द्वयोः वाक्ययोः तथा पदेन न केवलम् एकं पदार्थं, प्रथमवाक्ये व्याप्तिविशिष्टधूमवान्, द्वितीयवाक्ये पर्वतो वह्निमान् इति सूच्यते. अग्रे अनेन प्रतिपादितात् लिङ्गात् पर अपि अग्निं प्रतिपद्यते. इत्युक्ते प्रतिपादितात् लिङ्गात् लिङ्ग अत्र लिङ्गः इत्युक्ते हेतुः, हेतुः लिङ्गात् परः अपि अग्निं प्रतिपद्यते. अस्तु, स्वयं प्रति हे लिङ्गात् परः अपि अग्निं प्रतिपद्यते. अन्यः अपि श्रोतुः अपि अग्नि धूमात् अग्नि धूमात् अग्नि धूमात् अग्नि इति धूमात् पर्वतः वह्निमान् इति श्रोतुः अपि जानाति. अनेन प्रतिपादितात् एकः सूक्ष्मः भेदः अस्ति, धूमत्वात् धूमवत्वात् तयोः पदयोः भेदः अस्ति खलु. धूमत्वात् धूमत्वम् इति धूमत्वं धूमस्य धर्मः, धूमवत्वं कस्य धर्मः? लिङ्गत्वं न, धूमवत्वं कस्य धर्मः? धूमवान् कः? धूमवत्वं धूमवत्वं पर्वतस्य धर्मः. तर्हि धूमत्वात् भवते धूमत्वात् इति मध्ये उक्तं, धूमत्वात् इति भिन्नं, धूमवत्वात् भिन्नं भिन्नः. ओ अस्तु, आमां धूमवत्वात् पर्वतो वह्निमान्, न तु धूमत्वात्. ओ अस्तु अस्तु, सूक्ष्मभेदः अस्ति तत्र, धूमवत्वात् पर्वतः वह्निमान्. अतः प्रतिपादितात् लिङ्गात् तत्र प्रतिपादितात् इति अनेन प्रतिपादितात् एतादृशपञ्चाव्यवाक्यप्रतिपादनेन धूमवत्वात् पर्वतः अग्निमान् इति श्रोतुः अपि जानाति. अस्तु, पञ्चाव्यवाः के? प्रतिज्ञा, हेतु, उदाहरण, उपनय, निगमन अनि इति पञ्चव्यावाः. प्रतिज्ञा इति पर्वतः वह्निमान् इति प्रतिज्ञा. हेतुः धूमवत्वात् इति हेतुः, पर्वतः धूमवान् धूमवत्वात् हेतुः. यो यो धूमवान् सो अग्निमान् यथा महानसम् इति उदाहरणं. तृतीयसोपाने दृष्टान्तः अस्ति, उदाहरणमस्ति. महानसे यदा धूमः दृश्यते तदा अग्नि अपि युगपत् अस्ति इति कृत्वा यो यो धूमवान् सो अग्निमान् इति उदाहरणं, महानस उदाहरणम्. अनन्तरं तथा च अयम् इति उपनयः इति महानसस्य उदाहरणम् इति दृष्टान्तः अत्रापि उपनयते, उपनीतः भवति अत्रापि आनयते अस्मिन् उदाहरणे, अस्मिन् किं वदामः घटनायामपि नीयते. अनन्तरं तस्मात् तथा इति निगमनं, तस्मात् इति इत्युक्ते पर्वतः धूमवत् पर्वतः धूमवान् ततः वह्निमान् इति निष्कर्षः निगमनम्. केवलम् अत्र वदामि, उदाहरणम् इति अस्ति खलु, तस्मिन् वाक्ये व्याप्तिः अन्तर्भूतः, तस्मिन् वाक्ये व्याप्तिः अपि उक्तं खलु. यो यो धूमवान् स अग्निमान् इति व्याप्तिवाक्यं तत् तत्र उक्तम्. अपि च तथा च अयम् इति उपनयः, उपनये किमुक्तं? परामर्शः उक्तम्. ओ अस्तु, तादृश तथा च अयं पर्वतः तादृश हेतुमान् वह्निव्याप्य विशिष्ट वह्निविशिष्ट धूमवान् इति उपनयवाक्ये परामर्शः अन्तर्भूतः अस्ति. अन्ते तु साध्यः निगमनम् इति अस्ति, नामकरणमस्ति तत्र पञ्चवयवाक्यानां नामकरणम्. अस्तु, प्रत्येकस्य वाक्यस्य एकैक नाम अस्ति. तर्हि वर्गे किञ्चित् चर्चा जाता, इत्युक्ते पञ्च अवयववाक्यमस्ति खलु, तर्हि पञ्चवाक्यानि आवश्यकानि वा इति विषये भिन्नभिन्न किम् अभिप्रायाः सन्ति. सर्वे पञ्च अवयववाक्यं पञ्चवाक्यानि आवश्यकानि इति न स्वीकुर्वन्ति. केचन वदन्ति हो वाक्यद्वयं पर्याप्तं, वाक्यत्रयं पर्याप्तम् इति, व्याप्तिः धूमः इति पर्याप्तं, तत्र सर्वेषाम् अङ्गीकरणं नास्ति इति सामान्यज्ञानं वदामि. अस्मिन् पुस्तके तु तादृशः अस्ति पञ्चवयप्रयोगः, सर्वत्र तथा नास्ति. पञ्च अवयवाक्यमिति प्रयोजकं, परार्थ अनुमान इति प्रयोजनम्. तत्र कार्यकारणभावः अस्ति खलु. पञ्च अवयववाक्यात् शब्दार्थः भवति, शब्दवाक्यार्थः भवति, वाक्यार्थात् परामर्शः जायते. परामर्शः इत्युक्ते परार्थ अनुमानमेव, परामर्शात् अनुमितिः जायते इति क्रमः अस्ति. वाक्यार्थात् परामर्शः जायते, किन्तु परामर्शस्य कृते चत्वारि वाक्यानि एव साधु खलु, पञ्चमवाक्यमेव तत्र निगमनम् अस्ति. हा, किन्तु तथा तादृशचिन्तनमपि अस्ति, किन्तु अस्मिन् पुस्तके पञ्चवाक्यानि आवश्यकानि इति एव स्वीकृतम्. अस्तु. अपि च पञ्चवाक्यानि सन्ति खलु, प्रत्येकवाक्येन एकं ज्ञानं भवति. प्रथमवाक्येन एकं ज्ञानं भवति, द्वितीयवाक्येन अपरं ज्ञानं भवति इति सोपानानि, पञ्चसोपानेन ज्ञानानि भवन्ति, आत्मनि आगच्छन्ति, अन्ते साध्यस्य निगमनं भवति अन्ते इति क्रमः अस्मिन् पुस्तके कृतकारः तथा लिखितवान्. साधु साधु महोदय. तर्हि अग्रे रामप्रिया भगिनी पठति वा, यद्यपि प्रश्नः अस्ति वा कस्यापि? न महोदय, स्पष्टं. यद्यपि संग्रहे यत्तु स्वयं धूमादि अग्निम् अनुमाय प्रतिपत्त्यर्थं पञ्च अवयववाक्यं प्रयुज्यते, तत् परार्थ अनुमानम् इति लेखनात् वाक्यमेव परार्थ अनुमानम् इति भाति. परन्तु पूर्वोत्तरग्रन्थसन्दर्भेण परामर्शे एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते, अतः तत् परार्थ अनुमानम् इत्यस्य तादृशवाक्यप्रयोज्यः परामर्शः परार्थ अनुमानम् इति अर्थः. अत्र यदा वयं लक्षणवाक्ये दृष्टवन्तः यत्तु स्वयं धूमादि अग्निम् अनुमाय प्रतिपत्त्यर्थं पञ्च अवयववाक्यं प्रयुज्यते, तत् परार्थ अनुमानम् इति लेखनमस्ति, तत् लेखनात् वाक्यमेव परार्थ अनुमानम् इति भाति. तदेव परार्थ अनुमानम् इति भाति इत्युक्ते तदेव वयं परार्थ अनुमानस्य तद् लेखनमेव परार्थ अनुमानस्य परार्थ अनुमानम् इति वयं स्वीकर्तुं शक्नुमः. परन्तु किमर्थं तथा यत् पञ्चवयववाक्यं प्रयुज्यते तदेव परार्थ अनुमानम् इत्युक्ते प्रथमवाक्यं कथं पठामः? स्वयं धूमात् अग्निम् अनुमाय परप्रतिपत्त्यर्थम् यत् पञ्चवाक्यं प्रयुज्यते तत् परार्थमानं परार्थानुमानं यत् पदं पञ्च अवयवाक्यस्य पदात् पूर्वं स्थापयामः स्थापयामश्चेत् एतादृश अर्थः आगच्छति पञ्च अवयवाक्यमेव परार्थानुमानम् इति भाति इति अस्माभिः पठितं वर्गे परन्तु बुद्धं वा यत् पदस्य अन्वयः यत् पञ्च अवयवाक्यं तत्र गच्छति यत् पद तदा भाति किन्तु परन्तु परन्तु पूर्वोत्तरग्रन्थसन्दर्भेण परामर्शः एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते परन्तु यदा वयं ग्रन्थकर्ता पूर्वस्मिन् सन्दर्भे उक्तवान् तत्र परामर्शः एव अनुमानशब्दप्रयोगः इत्युक्ते परामर्शः एव अनुमानम् इति सः पूर्वं निरूपितवान् स्वीकृतवान् अतः तत् परामर्थ अनुमानम् इत्यस्य तादृशवाक्यप्रयोज्यः परामर्शः परार्थ अनुमानम् इति अर्थः अत्र परामर्शः एव परार्थ अनुमानम् इति अर्थः तत् परार्थ अनुमानम् इत्यस्य वाक्यस्य यद्वाक्यं वयम् उपयुज्यामः तत्र तदेव तत्र तस्मिन् वाक्येन वयम् अवगन्तुं शक्नुमः परामर्शः एव परार्थ अनुमानम् इति वा सत्यं पञ्च अवयवाक्यं प्रयोजकं परार्थानुमानं प्रयोज्यं तादृशवाक्यप्रयोज्यः परामर्शः परामर्शः प्रयोज्यः वाक्यं पञ्च अवयववाक्यं प्रयोजकं प्रयोजकं प्रयोज्यः इति तयोः भावः एतादृशभावः अस्ति चलतु अग्रे पठतु कृपया प्रश्नः अस्ति वा लक्ष्मी भगिनी अस्मिन् परिच्छेदे सुनीता भगिनी अवगच्छति वा क्लेशः अस्ति वा सम्यक् अस्तु अग्रे रामप्रिया भगिनी पठतु यदि साक्षात् यदि साक्षात् यद्धि यद्धि यद् हि इति किल तत्रापि सन्धिः यदि हि साक्षात् तस्मात् न जायते किन्तु तत् कार्यकार्यादिपरम्परया कथञ्चित् जायते तत् तस्य कार्यम् इति कुतश्चित् जायते तत् तस्य कार्यम् इति व्यवहारयोग्यं न भवति परन्तु तत् अधीना उत्पत्तिः तस्य आनुभविकी इति एतादृशकार्ये तत् प्रयोज्य इति व्यवहारः भवति निरूपितश्च एषः अर्थः पुटसङ्ख्या 161 तथा च प्रकृते वाक्यैः साक्षात् परामर्शः न भवति चेदपि तज्जन्यबोधनानन्तरं श्रोतुः परामर्शः उत्पद्यते इति परामर्शस्य तादृशवाक्यप्रयोज्यत्वम् अक्षतम् इति एतद् एव अभिप्रेत्य न्यायबोधिन्यादिव्याख्यानेषु न्यायप्रयोज्यम् अनुमानं परार्थानुमानम् इति उक्तम् अस्तु यदि साक्षात् तस्मात् न जायते किन्तु तत् कार्यकार्यादिपरम्परया कुतश्चित् जायते तत् तस्य कार्यम् इति व्यवहारयोग्यं न भवति अस्तु अत्र तु कार्यकार्यादिपरम्परया अत्र अस्माकं कार्यमस्ति परार्थानुमानं कारणम् इति पञ्चावयववाक्यम् अस्माकं कारणम् अस्ति साक्षात् तस्मात् न जायते तस्मात् इत्युक्ते वाक्यात् इति वा पञ्च अवयववाक्यात् इति वा सत्यं किन्तु अस्मिन् वाक्ये सामान्यरूपेण उक्तं यद् भवती उक्तवती तत्तु सत्यं सन्दर्भः तथा एव अस्ति यद् भवत्या उक्तं प्रथमवाक्यं सामान्यतः एकः पदार्थः अस्ति प्रथमपदार्थः तस्मात् एकं कार्यं जायते, पुनः कार्यात् अपरं कार्यं जायते परम्परया, तत् कार्यकार्यादिपरम्परया. प्रथमपदार्थात् एकं कार्यं, पुनः तत् कार्यात् अपरं कार्यम् इति भवति चेत्, पुनः कार्यात् परम्परया तृतीयकार्यात् अपरं कार्यम् इति क्रमः अस्ति खलु. एकं कारणं, प्रथमं कारणं, तस्मात् कार्यम्, अनन्तरं कार्यं, तस्मात् कार्यं, तस्मात् कार्यम् इति चैन् अस्ति खलु. यत्र तथा भवति तत् कार्यकार्यादिपरम्परया कुतश्चित् जायते, पञ्चमस्तरे वा तृतीयस्तरे वा एकं कार्यम् अस्ति, तत् प्रथमकार्यात् भवति इति व्यवहारयोग्यं न भवति. यतोहि मध्ये भिन्नभिन्नकार्याणि आगतानि. प्रथमकारणात् एकं कार्यं, पुनः तस्मात् एकं कार्यं, पुनः द्वितीयकार्यात् तृतीयं कार्यं, तृतीयकार्यात् चतुर्थं कार्यम् इत्यस्ति. यथा तत्र यथा यत्र तथा अस्ति, तत्र चतुर्थं स्थले यत् कार्यमस्ति तस्य कारणं प्रथमकारणम् इति व्यवहारयोग्यं न भवति. किन्तु प्रथमकार्यस्य अधीनत्वं तु अस्ति, यतोहि प्रथमकारणं नास्ति चेत् अपरं कार्यं न भवति. यथा मम ग्रेट् ग्राण्ड्फादर् अस्ति खलु, मत्कृते सः न कारणं, किन्तु सः नासीत् चेत् मम ग्राण्ड्फादर् नास्ति इति क्रमः अस्ति खलु. तर्हि मै ग्रेट् ग्राण्ड्फादर् मम कृते कारणम् इति न व्यवहारयामः, किन्तु तत् अधीन उत्पत्तिः तु अस्ति इति अनुभविकी. तत्र तथा एतादृशकार्ये प्रयोज्यः इति व्यवहारः भवति. प्रथमकारणं तृतीयकार्यं प्रति प्रयोज्यः. बुद्धं वा लाजिक्? तत्कार्यकार्यम् इति परम्परा. पूर्वम् एतादृशं वयं दृष्टवन्तः. कुत्र लिखितमस्ति खलु, तत्र पश्यतु 161 तत्र एक स्थूलक्षरैः किं लिखितम्? 161 अस्तु. अपरः प्रयो कारणस्यापि यत् कारणं का तस्य संज्ञा. अस्ति अपरः प्रयोजकपदार्थः शास्त्रे. कुलालस्य पिता, तदेव अहं किमपि. अस्तु, तर्हि साक्षात् कारणं नास्ति, किन्तु तस्य तत् अधीना तु अस्ति. प्रथमकारणं कार्यं नास्ति चेत् तृतीयकार्यं न भवति खलु. इति परम्परा डिपेण्डेन्स् अधीनत्वम् अस्ति, अधीनता अस्ति इति अनुभविकी. तत्र प्रयोज्यः इति व्यवहारः भवति इति प्रथमवाक्यस्य द्वितीयवाक्यद्वयस्य इति विवक्षा. साधु. आम् आम् महोदय. इत्युक्ते प्रपितामहः इति प्रयोज्यः खलु. मया उदाहरणं स्वीकृतं, किन्तु प्रायः ते न सम्यक् उदाहरणमस्ति महोदय. तथा ते वदन्ति वा इति न जानामि, किन्तु तथा उदाहरणमस्ति. साक्षात् न जायते, किन्तु तस्य अधीना तु अस्ति. तत् व्यवहारमस्ति प्रपितामहः पौत्रस्य कृते प्रयोजकः. कार्यं प्रयोज्यं, कारणं प्रयोजकः खलु. ओ आम् आम्. तथा एव अत्र पञ्चवयवाक्ये अग्रे अग्रे रामप्रिया भगिनी पठति. निरूपितः च एषः अर्थः. तदेव वयं यदा पूर्वं दृष्टवन्तः 161 मध्ये घट कुलालपिता, घटस्य निर्माता. घटस्य निर्माता तु गुलालः अस्ति. कुलालस्य जनकः कुलालपिता, अतः कुलालपित घटजनकजनकः इति घटप्रयोजकः भवति सः कुलालपिता. अस्तु, इदानीं तथा च प्रकृते वाक्यैः साक्षात् परामर्शः न भवति चेदपि तज्जन्यबोधनानन्तरं श्रोतुः परामर्शः उत्पद्यते इति परामर्शस्य तादृशवाक्यप्रयोज्यत्वम् अक्षतम् इति. यदा अस्मिन् अस्माकं प्रकृत पञ्च अवयववाक्यैः साक्षात् परामर्शः न भवति चेदपि किमर्थं न भवति तज्जन्यबोधनानन्तरं तद् यदा जन्यबोधनानन्तरं श्रोतुः परामर्शः उत्पद्यते. तज्जन्य इत्युक्ते किं तज्जन्य? तज्जन्य इत्युक्ते तद् वाक्य पञ्च अवयववाक्यजन्यबोधनानन्तरं वाक्यात् किं जायते? वाक्यात् तज्जन्य शब्दबोधः इत्युक्ते केवलं श्रवणम् इति न, शब्दश्रवणम् इति न, ज्ञानं शब्दध्वनिः, शब्दध्वनिः अनन्तरं शब्दज्ञानं, शब्दार्थज्ञानं वा वाक्यार्थज्ञानं, वाक्यार्थबोधः. अतः श्रोतुः परामर्शः इति ज्ञानं तस्य मनसि तु उत्पद्यते इति परामर्शस्य तादृशवाक्यप्रयोज्यत्वं, परामर्शस्य तु तादृशवाक्यप्रयोज्यत्वम् इत्युक्ते यदा वयं प्रथम परिच्छेदे दृष्टवन्तः तादृश वाक्यप्रयोज्यत्वम् आनुभविकी एतादृशकार्ये तत् प्रयोज्य इति व्यवहारः भवति अधीना, तत् अधीना इति तादृशवाक्यं कीदृशवाक्यम्? ओहो, न पञ्च अवयववाक्यविषये वदन्ति वा? सत्यं सत्यं तथैव तदस्ति. अस्तु, मध्ये वाक्यैः साक्षात् परामर्शः न भवति, मध्ये बोधः आगच्छति. यथा कुलालपिता कुलालः घटं, तथा वाक्यं तस्मात् बोधः, बोधात् परामर्शः, मध्ये बोधः आगच्छति खलु. तर्हि साक्षात् वाक्यैः परामर्शः न भवति, मध्ये बोधः आगच्छति, बोधानन्तरं परामर्शः उत्पद्ये इति परामर्शः वाक्यप्रयोज्यः, परामर्शः प्रयोज्यः, वाक्यं प्रयोजकम्. कुलालपिता इति प्रयोज्यः घटं प्रति इति न, प्रयोजकः कार्यं प्रयोज्यं, कार्यं प्रयोज्यं, कार्यं प्रयोज्यम्. अस्तु, आम् अस्तु, घटः प्रयोज्यं, कुलालपिता प्रयोजकः, तादृशं परामर्शः इति प्रयोज्यम् अस्माकं कारणं तु पञ्चावयववाक्यं. अतः महोदय पञ्चावयववाक्येन पञ्चावयववाक्यैः बोधनं भवति इति कृत्वा परामर्शस्य कृते एव पञ्चावयववाक्यानि आवश्यकं, तदनन्तरमेव अनुमितिः. सत्यं, परामर्शात् अनुमितिः. परार्थ अनुमानं, यद्यपि परार्थ अनुमानम् इति उच्यते, परार्थपरं परामर्शः इति साधु भवति. हा सत्यं, परार्थानुमानम् एव परामर्शः इति अस्मिन् पुस्तके ग्रन्थे स्वीक्रियते. परामर्शः इत्युक्ते परार्थानुमानम्. अत्र स्मारयामि, अनुमानमिति करणमस्ति खलु, माध्यमस्ति, मीडियम् अस्ति अनुमानम्. अनुमानात् किं भवति? अनुमितिः भवति खलु ज्ञानम्. तथा परामर्शात् अनुमितिः भवति स्मानम्. अनुमितेः एकसोपानं पूर्वमस्ति परामर्शः अथवा परार्थ अनुमानं समानम्. यतोहि अनुमितिः ज्ञानात् ज्ञानमस्ति खलु. अनुमितिः इत्युक्ते ज्ञानात् ज्ञानम्. अनुमिति अनुमा इति दृश्यं खलु पूर्वम्. अनुमा एकं ज्ञानं, तस्मात् अपरं ज्ञानम् उत्तरज्ञानम् अस्ति अनुमानम्, अनुमितिः अनुमा. तथा एव अत्र परार्थानुमानमिति बोधः, परामर्शः इति बोधः, ज्ञानं समानं. तस्मात् यत् ज्ञानम् उत्पद्यते तत् अनुमितिः. अत्र परस्य अनुमितिः, यद्यपि तथा न उच्यते, परानुमितिः इति न उच्यते, अनुमितिः एव पयं पदं उपयुज्यते. अत्र परस्य अनुमितिः, स्वार्थानुमानं स्व अनुमितिः, परार्थानुमानं परस्य अनुमितिः. साधु. संशयः अस्ति वा? अक्षतम् इत्युक्ते स्पष्टीकरोति इति वा महोदय? अक्षतम् इत्युक्ते अचलं, स्थिरम्, अचलम्, अचलम्, अनशेकबल् तथा न क्षीयते खलु, न क्षीयते, केनाट् बि, स्थिरमस्ति, अचलम्, दृढमस्ति. अग्रे एतदेव अभिप्रेत्य न्यायबोधिन्यादि व्याख्यानेषु न्यायप्रयोज्य अनुमानं परार्थ अनुमानम् इति उक्तम्. एतद् एव प्रयुज्य, क्षम्यताम्, एतदेव अभिप्रेत्य इत्युक्ते प्रयोज्यत्वं परामर्शस्य प्रयोज्यत्वं यत् अत्र उल्लिखितमस्ति तदेव अभिप्रेत्य न्यायबोधिनी आदि अन्यग्रन्थेषु व्याख्यानेषु न्यायप्रयोज्य अनुमानम् इत्युक्ते परार्थ अनुमानम् इति तत्र उक्तमस्ति. न्यायप्रयोज्यम् अनुमानं, न्यायेन प्रयोज्यं यत् अनुमानं तत् परार्थ अनुमानम्. अत्र न्याय इत्युक्ते किम्? ओहो, न्यायप्रयोज्य अनुमानम्, प्रयोज्य इत्युक्ते परामर्शः. कस्य प्रयोज्यं भवति? न्यायप्रयोज्यं पूर्वं भवत्या पठितं खलु. किं प्रयोज्यं, किं प्रयोजकम्? ओहो, अस्तु, पञ्च अवयववाक्यप्रयोज्य अनुमानम्. न्याय इत्युक्ते अत्र वाक्यमेव, अग्रिमे परिच्छेदे इतोपि स्पष्टं भवति, वाक्यमेव. तत्र वर्गे उक्तं व्याख्यानेषु इति उक्तं खलु, तत्र वाक्यानत्रयमस्ति. एकः अस्ति दीपिका, यत् तर्कसङ्ग्रहपुस्तकमस्ति, अनम्भट्टस्य पुस्तकमस्ति खलु दीपिका, सः स्वयमेव तस्मिन् विषये टीका लिखितवान्, व्याख्यानं लिखितवान् स्वयम् अन्नम्भट्टः. तस्य नाम अस्ति न्यायदीपिका इति. अपि च एकः नरसिंहः इति एकः पण्डितः अस्ति, तेन अन्य पुस्तकं लिखितं, तस्य ज्ञानं द्रोणमहोदयेन न उक्तम् इति द्वितीयं. तृतीयमस्ति गोवर्धनपण्डितः इति पण्डितेन न्यायबोधिनी इति एकं व्याख्यानं लिखितम् इति व्याख्यानत्रयमस्ति. दीपिका, न्यायबोधिनी, अपर च नरसिंहपण्डितस्य व्याख्यानं, तस्य नाम न उक्तम् इति व्याख्यानत्रयं. तेषु व्याख्यानेषु तथा लिखितं, न्यायप्रयोज्यम् अनुमानं यत् अस्ति तत् परार्थ अनुमानं. साधु. आं महोदय. अस्तु, अग्रे लक्ष्मी भगिनी, न्याय इति पदम्. न्याय इति पदं तत्र उपयुक्तं दृश्यते. प्रमाणेन अर्थपरीक्षणं न्यायः इति क्वचित् उक्तम्। न्यायः इत्यस्य युक्तिः इत्यपि अर्थः प्रसिद्धः। प्रकृते च वक्ष्यमाणं वाक्यपञ्चकं न्यायः इत्यभिधीयते। न्यायः वाक्यसमूहः, तस्मिन् एकैकं वाक्यम् अवयवः इति प्रसिद्धम् अस्ति। अधुना न्यायः इति पदस्य विश्लेषणम् अस्ति। न्यायः तत्र तत्र इति पदं तत्र तत्र उपयुक्तं भवति। न्यायः इत्युक्ते किं? न्यायः इत्युक्ते किं? प्रमाणेन अर्थपरीक्षणं केचन न्यायिकाः वदन्ति प्रमाणेन अर्थपरीक्षणम् अर्थपरीक्षणम् इति उच्यन्ते। प्रमाणेन अर्थपरीक्षणम् इत्युक्ते प्रमाणानि कानि? प्रमाणानि कानि? प्रत्यक्षप्रमाणम्, अनुमानं, शाब्दबोधकम्, उपमिति, उपमिति तैः यद् अर्थपरीक्षणं भवति तत् अर्थपरीक्षणं भवति तत् न्यायः इति उक्तम् इति उच्यते। न्यायः इत्यस्य इति एकः अर्थः अर्थपरीक्षणम् एकः अर्थः, अपरः अपरः युक्तिः इति अपरः अर्थः। युक्तिः इत्युक्ते योजना, अनेकाः घटकानाम् युगपत्क्रमेण योजना इति वक्तुं शक्यते वा? अत्र चिन्तयामि, युक्तिः इत्युक्ते यथा काकातालीन्यायः, सूचीकटाः न्यायः, देहलीदीपन्यायः इति तादृश लाजिक्, तादृश युक्तिः इति चिन्तयामि। तत्र न्यायपदम् उपयोजं भवति खलु, काकातालीयन्यायः, देहलीदीपन्यायः तथा अस्ति खलु, तथा इति युक्तिः, लाजिक्। अस्तु अग्रे, प्रकृते इत्युक्ते अत्र मूल अस्माकं मूल मूलमस्ति पदार्थ अनुमानं। तत्र वाक्यपञ्चकं पञ्चवाक्यानि यत् यानि उपयुक्तानि तानि एव न्यायः इति अभिधीयते। अत्र न्यायः इति वाक्यसमूहः, प्रत्येकं वाक्यं तस्मिन् वाक्यसमूहे प्रत्येकं वाक्यम् अवयवः इति उच्यते। प्रश्नार्थी वा रामप्रिया भगिनी? साधु, आं महोदय, तर्हि अग्रे पठतु लक्ष्मी भगिनी। तादृश अस्तु, तादृशन्यायप्रयोज्यः परामर्शः इति उक्तं। तानि वाक्यानि क्रमेण दर्शयति पर्वतो वह्निमान् इत्यादिना। इयम् अत्र स्थितिः प्रामाणिकी। यं प्रति वक्ता इमानि वाक्यानि उच्चारयति सः द्विविधः सम्भाव्यते। वह्निसन्देहवान् आद्यः, वह्न्यभावनिश्चयवान् द्वितीयः। यो हि वक्तृवत् पर्वते वह्निं जानाति न तं प्रति किञ्चित् बोधनीयम् अस्ति, इमौ तु बोधनीयौ भवतः। अतः तादृशन्यायप्रयोज्यः इत्युक्ते वाक्य तादृशन्यायप्रयोज्यः इत्युक्ते पञ्चावयववाक्यानि, नो चेत् वाक्यसमूहः, क्रमेण वाक्यसमूहः वाक्यानि उपयुज्य यत् ज्ञानं जायते तत् परामर्शः इति उच्यते। तानि वाक्यानि क्रमेण दर्शयति, अस्मिन् उदाहरणे पञ्चवाक्यानि क्रमेण अन्येषां प्रति दर्शयति पर्वतः वह्निमान् इति। इयम् अत्र स्थितिः प्रामाणिकी। प्रामाणिकी इत्युक्ते अत्र पूर्वं वयं दृष्टवन्तः प्रमाणेन अर्थपरीक्षणम् इति न्यायः खलु। अत्रापि यत् ज्ञानं शाब्दबोधेन यत् ज्ञानम् उत्पन्नं तस्य तत् ज्ञानमेव प्रमाणं खलु, न्यायं प्रमा, न्यायमिति प्रमा, करणमिति प्रमाणं खलु. आम् अद् प्रमाणम् एतत् सर्वम् अनुमानं प्रमाणं खलु, तथा एव प्रमाणिकी स्थितिः इति अस्ति, तथा अस्ति पदार्थानुमानस्थितिः तथा अस्ति. अस्तु, अन्यैः अन्ये वाक्यैः क्रमेण पर्वतो वह्निमान् इति प्रमाणेन ज्ञानं भवति, अनुमितिः जायते श्रोतुः मनसि इति तावत्. प्रामाणिकी इत्युक्ते प्रमाणस्य प्रमाणं करोति इति प्रामाणिकी, तथैव स्थितिः प्रामाणिकी. अस्तु, स्त्रीलिङ्गपदं स्थितिः स्त्रीलिङ्गम्, अतः प्रामाणिकी इति अपि स्त्रीलिङ्गम्. अथवा इयं स्थितिः अग्रे उच्यते, यदपि तदपि स्थितिः एव, अग्रे स्पष्टं भवति. अस्तु, यं प्रति वक्ता इमानि वाक्यानि उच्चारयति सः द्विविधः सम्भाव्यते. अस्तु, यं प्रति वक्ता एतानि वाक्यानि वदति सः द्विविधः सम्भाव्यते इत्युक्ते यदि द्विविध सम्भाव्यते इत्युक्ते यं प्रति एतानि वाक्यानि सः वदति, वक्ता वदति, तत्र सः द्विविधः भवतः इत्युक्ते एकः वह्निसन्देहवान् आद्यः, सः तस्मिन् मनसि वह्निनी अस्ति वा नास्ति इति, तस्मिन् मनसि सः स्पष्टता नास्ति. अन्यः अस्ति, वह्नि अभावः, वह्नि नास्ति एव इति सः चिन्तयति, सः निश्चयं कृतवान् वह्नि नास्ति इति. तत्र द्विविध श्रोतारः श्रोतारौ योहि वक्तृवत् पर्वते वह्निं जानाति न तं प्रति किञ्चित् बोधनीयमस्ति. यः वक्तृवत् इत्युक्ते यः वदति, यः यस्मिन् स्वार्थानुमानम् अस्ति सः तादृशं यस्मिन् पर्वते वह्निमान् इति ज्ञानम् अस्ति तस्मिन् तस्य कृते एतादृश पञ्चव्यवाक्यानि आवश्यकं नास्ति इत्युक्ते तं प्रति किमपि बोधनीयं नास्ति. कयोः प्रति बोधनीयम् इत्युक्ते बोधनीयौ इत्युक्ते यस्मिन् वह्निः सन्देहं वह्निः सन्देहवान् यः वह्निः अभावमेव इति निश्चयवान् तयोः प्रति एव एतादृश पञ्चव्यववाक्यानि उपयुक्त्य पर्वतः वह्निमान् इति दर्श्यते. तौ बोधनीयौ, तौ कौ, एका सन्देहवान्, अपरः वह्नि अभाव निश्चयवान् इति श्रोतारः श्रोतारौ द्विविधौ द्विविधः भवती उक्तवती सम्यक्. तद् प्रश्नः अस्ति वा अस्मिन्? न महोदय. अस्तु, अग्रे रमप्रिया भगिनी. आं महोदय, तत्रापि आद्यः संशयवान् उक्तः तस्य यद् ज्ञानं पर्वतः वह्निमान् न वा इति आकारकं तेन तस्य दुःखं भवति इति प्रागुक्तमेव. परन्तु तस्य एकः विशेषः, तादृशसंशयात्मक ज्ञाने सति अपि विरोधी निश्चयात्मकं ज्ञानं तस्य भवितुम् अर्हति. निश्चयः इत्यस्य संशयभिन्नं सर्वमपि ज्ञानम् इति अर्थः. संशयो हि वह्निं तद्विरुद्ध वह्नि अभावश्च पर्वते अवगाहते इति उक्तमेव प्रत्यक्षनिरूपणे, परन्तु तादृश संशयोत्तरम् अपि पर्वते वह्निम् एव वह्नि अभावमेव वा यत् अवगाहते तादृशं निश्चयात्मकं ज्ञानं तस्य पुरुषस्य उत्पद्यते इति आनुभविकम्. अस्तु, अत्र वयं श्रोतारौ द्विविधः इति दृष्टवन्तः. आद्यः तु संशयवान्, तस्य यत् ज्ञानं पर्वतः वह्निमान् वा न वा इति यद् संशयात्मकं ज्ञानमस्ति तेन तस्य किं भवति इत्युक्ते दुःखं तु भवति एव इति वयं यदा स्वार्थानुमानविषये दृष्टवन्तः, परार्थानुमानविषये अपि वयं दृष्टवन्तः, दुःखं तु भवति एव इति, तद् भवति एव. परन्तु तस्य एकः विशेषः अस्ति, यद्यपि तत्र दुःखं भवति एव परन्तु एकः विशेषः अस्ति, किम् इत्युक्ते तादृशसंशयात्मकज्ञाने सत्यपि यदा तस्य मनसि संशयः अस्ति चेदपि विरोधी निश्चयात्मकं ज्ञानं तस्य भवितुम् अर्हति. संशयस्य विरोधः निश्चयं, तादृशं निश्चयात्मकं ज्ञानं तस्य मनसि भवितुम् अर्हति. कथम् इत्युक्ते निश्चयः इत्यस्य संशयभिन्नं सर्वं ज्ञानम् इति अर्थः. अस्तु, निश्चयः इत्युक्ते किं, संशयभिन्न सर्वं, सर्वं तु निश्चयमेव, यत् संशयं नास्ति तद् निश्चयमेव. संशयः हि वह्निं तद्विरुद्ध वह्नि अभावश्च पर्वते अवगाहते इति उक्तमेव प्रत्यक्षनिरूपणे. यद्वयं प्रत्यक्षनिरूपणसमये दृष्टवन्तः तत्र संशयः इत्युक्ते वह्निं तद्विरुद्ध वह्नि अभावः पर्वते, पर्वते वह्निः तद्विरुद्ध वह्नि अभावश्च अवगाहते इति वयं संशयः इति विषये यदा दृष्टवन्तः तस्मिन् समये दृष्टवन्तः. इति संशयस्य स्वरूपः अस्ति खलु, स्वरूपः, संशयस्य स्वरूपः कः, वह्निं वा वह्नि विरुद्धभावः वा इति अभावम् इति द्वयम् अवगाहते इति विषये भवति. किम् इति न जानाति, संशयस्य तादृशद्विधं किं भावद्वयम् अस्ति, वह्निभावं वह्नि अभावम्. परन्तु तादृशसंशयोत्तरमपि पर्वते वह्निमेव वह्नि अभावम् एव वा यत् अवगाहते तादृशं निश्चयात्मकं ज्ञानं तस्य पुरुषस्य उत्पद्यते इति आनुभविकम्. परन्तु यत् संशयः इत्युक्ते वह्नि तद्विरुद्ध वह्नि अभावः वा पर्वते इति तु विषयीकरोति, परन्तु तादृशसंशय उत्तरमपि संशयोत्तरमपि संशयात् अनन्तरमपि पर्वते वह्निम् एव वह्निः एव वा वह्नि अभावः एव वा इति यत् अवगाहते यद्विषयं भवति तादृशं निश्चयात्मकं ज्ञानम्. ओ, निश्चयात्मकं ज्ञानम् इत्युक्ते वह्निः एव वा वह्निः अभावः एव वा इति निश्चयात्मकं ज्ञानं तस्य पुरुषस्य तु उत्पद्यते. तत्तु वयम् आनुभविकरूपेण जानीमः, तस्य मनसि निश्चयात्मकं ज्ञानम् इत्युक्ते अस्मिन् सन्दर्भे वह्निः वा वह्नि अभावः वा पर्वते इति ज्ञानम् उत्पद्यते, तत्तु संशयात् अनन्तरमेव उत्पद्यते इति अनुभविकमेव. यस्य संशयः अस्ति तस्य मनसि अनन्तरं निश्चयज्ञानं भवितुम् अर्हति इति प्रदर्शितम्. तदेव विशेषः किल महोदय. अस्तु, एकस्य प्रथमदृश श्रोतुः अपरस्य श्रोतुः विषये अग्रे आगच्छति. एतावत् साधु खलु भगिनि, साधु बुद्धं खलु, प्रश्नः अस्ति वा? बुद्धं प्रश्नः नास्ति. अग्रे अग्रे भगिनि महोदय, परन्तु एतादृशम् एकः प्रश्नः, परन्तु एतादृशं संशयः अनन्तरं निश्चयः तु स्वार्थानुमानस्थले अपि भवितुम् अर्हति किल. यदा प्रत्यक्षेण वयं पश्यामः तत्रापि प्रथमं किञ्चित् संशयः भवति एतद् वह्निः वा धूमः एव वा इति. सत्यं सत्यं तथा एव अस्ति. अनन्तरमेव अग्रिमपरिच्छेदे तदेव उक्तम्. ओ एवं वा, अस्तु. अहमेव स्वयं चिन्तितवती इति किमपि. संशयस्य न निश्चयविरोधिता किन्तु आनुकूल्यम् एव. स्वगृहे सुखेन उपविष्टस्य दिवा अपि किञ्चिदिव तमसा आवृतं गृहम् इति ज्ञाते किं गगनं मेघाकुलम् इति संशयः भवति. ततः घनगर्जितश्रवणात् भवति निश्चयः गगनं मेघवत् इति. अतः एव सङ्ग्रहकृतापि तद्गते चाग्नौ सन्धिहानः इत्यादि ग्रन्थेन अनुमितेः पूर्वं संशयः प्रदर्श्य तस्य अनुमितिं प्रति न प्रातिकूल्यम् इति सूचितम्. संशयस्य न निश्चयविरोधिता किन्तु आनुकूल्यम् एव. संशयः निश्चयस्य विरोधः नास्ति, परन्तु आनुकूल्यम् एव, अनुकूलता एव. संशयः निश्चयज्ञानं प्रति विरोधः नास्ति. अस्तु, संशये निश्चयज्ञानं प्रति विरोधिता नास्ति किन्तु आनुकूल्यं. किमर्थम् अग्रे उच्यते? अस्तु, स्वगृहे सुखेन उपविष्टस्य दिवा अपि किञ्चिदेव तमसा आवृतं गृहम् इति ज्ञाते किं गगनं मेघाकुलम् इति संशयः भवति. यः स्वगृहे सुखेन उपविष्टन् आसीत् दिवा अपि किञ्चिदिव तमसा आवृतम् इत्युक्ते यदा तमसा आवृतम् इत्युक्ते दिने अपि यत्र गृहं तमसा आवृतं भवति तदा किं गगने तमसा इत्युक्ते डार्क् एव अन्धकारं तदेव. अन्धकारमेव तदेव अहम् अन्धकारेण आवृतम् अस्ति. तत्र अन्धकारेण गृहं यदा आवृतम् अस्ति सः किं चिन्तयति इत्युक्ते गगनं मेघाकुलम् इत्युक्ते मेघः वर्षा भवति आवृतम् इति. मेघैः आवृतम् इति संशयः भवति. आम् इति वा इति. ततः घनगर्जितश्रवणात् यदा वयं गर्जनं मेघस्य गर्जनं शृणुमः तदा निश्चयः गगनं मेघवत् इति. वर्षा भवति इति इति न जाने, परन्तु अस्तु अत्रापि अनुमानम् अस्ति न तु प्रत्यक्षं. श्रवणेन यत्र यत्र घनगर्जितश्रवणं तत्र मेघवत् गगनः इति व्याप्तिः. अनुमानेन ओहो गगने गगनं मेघपूर्णः अस्ति मेघवत् इति निश्चितं ज्ञानं भवति, निश्चयं भवति, निश्चयः गगनं मेघवत् इति. पूर्वं संशयः आसीत् गगनं मेघाकुलं वा इति संशयः. श्रवण घनगर्जितश्रवणेन ओहो निश्चयं गगनं मेघवत् तस्मात् किं जानीमः? अत एव सङ्ग्रहकृतापि तद्गते च अग्नौ सन्धिहानः इत्यादिग्रन्थेन अनुमितेः पूर्वं संशयं प्रदर्श्य तस्य अनुमितिः प्रति न प्रातिकूल्यम् इति सूचितम्। अतः अनुमितिः पूर्वं संशयं भवति, अतः यदा वर्षा भवति वा इति अनुमितिः पूर्वं, क्षम्यतां, गगनं मेघवत् वा इति अनुमितेः पूर्वं संशयं तु भवति एव, तत् प्रदर्श्य तस्य अनुमितिः प्रति न प्रातिकूल्यम्। प्रातिकूल्यं नास्ति, अनुकूल्यमेव अस्ति, आनुकूल्यमेव अस्ति इति सङ्ग्रहकृतापि उक्तं। तद्गते च अग्नौ सन्धिहानः, कुत्र दृष्टं भवत्या तद्गते चाग्नौ सन्धिहानः स्थूलक्षरैः वाक्यम्? कुत्र आसीत्? स्वार्थानुमाने आसीत्, स्वार्थानुमाने आसीत्। आम्, तदेव भवत्याः प्रश्नः आसीत् खलु, स्वार्थानुमाने अपि संशयः भवति, संशयः भवति एव इत्युक्ते पूर्वं संशयः भवति चेत् अग्रे निश्चयज्ञानं भवति इति असम्भवं नास्ति, तथैव भवति, संशयानन्तरं निश्चितज्ञानं भवितुम् अर्हति। विरोधिता नास्ति इति दत्तमस्ति वा? विरोधिता अस्ति चेत् न भवितुम् अपि अर्हति वा? तथा अस्तु, संशयः विरुद्धं न निश्चयज्ञानं प्रति, आनुकूल्यमेव, आनुकूल्यं न प्रातिकूल्यं। साधु? आम् आं महोदय। लक्ष्मी भगिनी साधु? आं महोदय। तर्हि भवती अग्रे पठतु। तथा च अस्तु, तथा च यस्य पर्वते वह्निसंशयः अस्ति तस्य वक्ष्यमाणैः वाक्यैः तद्वाक्यजन्यः बोधः भवति, तादृशबोधेन च तस्य परामर्शः उत्पद्यते, ततः पर्वतो वह्निमान् इति अनुमितिः उत्पद्यते। इदं च सङ्ग्रहकृता अपि उक्तम्, अनेन प्रतिपादितात् लिङ्गात् परो अपि अग्निं प्रतिपद्यते इति। अनेन इत्यस्य वक्ष्यमाणप्रतिज्ञादिवाक्यपञ्चकेन इत्यर्थः, प्रतिपादितात् लिङ्गात् इत्यस्य परामर्शरूपाया प्रतिपत्तिः, ज्ञानं तद्विषयीभूतात् लिङ्गात् हेतोः इत्यर्थः, तेन हेतुविषयकं परामर्शात्मकं ज्ञानं लब्धं, तस्मात् परः श्रोता अपि अग्निं प्रतिपद्यते, अग्निम् अनुमितिवान् भवति अर्थः, तथा च संशयवतः पुरुषस्य ज्ञायेन परामर्शः अनुमतिश्च सुघटा। अस्तु, पुनः प्रकृतम् अनुसरामः इत्युक्ते पूर्वम् उक्तं यत् कं प्रति परार्थ अनुमानं, कं प्रति पञ्चव्यवाक्यैः बोधनं प्रयोजकं भवति इति इत्युक्ते तत्र द्वौ प्रकारकः श्रोतारोस्तः, ते वह्नि सन्देहवान् वह्नि अभावनिश्चयवान् इति। पञ्चवाक्य यः यस्मिन् मनसि पर्वते वह्नि संशयः अस्ति सः यदि सः एतादृश पञ्चावयववाक्यानि शृणोति तस्य मनसि परामर्शः उत्पद्यते, यदा परामर्शः उत्पद्यते तेन सः पर्वतः वह्निमान् इति अनुमितिज्ञानमपि तस्मिन् मनसि उत्पद्यते। सङ्ग्रहकर्ता उक्तम्, इदं च सङ्ग्रहकर्ता अपि उक्तम्, अनेन प्रतिपादितात् लिङ्गात् परो अपि अग्निं प्रतिपद्यते इति। अस्तु, अनेन प्रतिपादितात् लिङ्गात् परो अपि अग्निं प्रतिपादिते, एतादृशक्रमेण वाक्यानि वाक्यसमूहः वाक्यसमूहस्य प्रयोजनेन लिङ्गात् इत्युक्ते धूमत्वात् हेतु धूमत्वात् हेतु हेतुतः परः अपि परः अपि अन्यः अन्यः कोऽपि यस्मिन् मनसि संशयः अस्ति सः अपि अग्निं पर्वतः वह्निमान् इति तस्मिन् मनसि अपि अनुमितेः ज्ञानम् उत्पद्यते. अनेन इत्यस्य वक्ष्यमाणप्रतिज्ञादिवाक्यपञ्चकेन इति अर्थः अस्तु. अनेन इति यत् सूराक्षरैः लिखितं तत् पञ्चव्यवाक्यप्रतिज्ञावाक्य पञ्चव्यवाक्यस्य वाक्यस्य सूचना करोति वाक्य प्रतिपादितात् लिङ्गात् इत्यस्य परामर्शरूपा या प्रतिपत्तिः ज्ञानं तद्विषयीभूतात् लिङ्गात् अस्तु. प्रतिपादितात् लिङ्गात् इत्युक्ते इत्यस्य परामर्शरूपा या प्रतिपत्तिः प्रतिपत्तिः इत्युक्ते ज्ञानमेव प्रतिपत्ति परामर्शरूपज्ञानं प्रतिपत्तिः इत्युक्ते प्रतिपादितात् न तत्र व्याकरण प्रतिपत्तिः इत्युक्ते तप्रत्यय प्रतिपादनं प्रतिपादि तदपि तत्र तप्रत्ययः प्रतिपत्तिः इति प्रतिपत्ति अत्र ज्ञानं प्रतिपादितात् इत्युक्ते किं विषयी परामर्शरूपा ज्ञानं विषयीभूतात् परामर्शज्ञानं विषयीभूतात् लिङ्गात् प्रतिपादितात् इत्युक्ते परामर्शरूपा ज्ञानं तद्विषयीभूतात् ओ अस्तु ओ परामर्श प्रतिपादितं तस्मिन् विषयीभूतात् लिङ्गात् किं प्रतिपादितं परामर्शरूपा ज्ञानं प्रतिपादितं खलु आम् आमां तत्र परामर्शरूप ज्ञानं प्रतिपादितं तस्मात् तस्मात् लिङ्गात् तस्मात् लिङ्गात् तद्विषयीभूतात् लिङ्गात् ज्ञानं तद्विषयीभूतात् लिङ्गात् इत्युक्ते ज्ञानविषयीभूतात् लिङ्गात् हेतोः इति अर्थः लिङ्गः इत्युक्ते हेतुः एव हेतुः कः धूमः परतः धूमवान् धूमवत्वात् धूमवत्वम् एव हेतुः अत्र धूमः इति मेन् क्लू अस्ति खलु धूमः धूमात् एव सर्वं प्रतिपादितं खलु धूमः तस्मिन् व्याप्तिः तस्मात् परामर्शः तस्मात् अनुमितिः हेतुः मुख्यपदं मुख्यविषयः अस्ति तेन हेतुविषयकं परामर्शात्मकं ज्ञानं लब्धम् तेन इत्युक्ते प्रतिपादेन तेन वाक्येन धूमविषयकं ज्ञानं धूमविषयकं परामर्शात्मकं ज्ञानं व्याप्तिविशिष्य धूमः अस्मिन् पर्वते अस्ति इति ज्ञानम् तस्मात् परः श्रोता अपि अग्निं प्रतिपद्यते अग्निम् अनुमितिमान् भवति इति अर्थः तस्मात् परः श्रोता अन्यः श्रोता अपि सः अपि अग्नि सः सः अपि अग्नि अग्नेः अनुमिति अनुमिति प्राप्नोति अग्नि अनुमतिमान् इति सः भवति तथा च संशय न्यायेन परामर्शः अनुमतिश्च सुघटा यः यः पुरुषः संशयवान् अस्ति सः अपि न्यायेन इत्युक्ते न्यायेन इत्युक्ते प्रमाणसहित अर्थपरीक्षणं कृत्वा सः अपि अत्र न्यायः किम् अत्र न्यायः इत्युक्ते वाक्यसमूहः अस्तु कुत्रचित् अर्थपरीक्षणं कुत्रचित् युक्तिः अत्र वाक्यसमूहः ओ अस्तु सो सः अपि कीदृशवाक्यसमूहः इत्युक्ते क्रमेण वाक्यसमूहः अस्ति प्रतिज्ञा तथैव तादृश वाक्यस्य प्रयोजनेन यः श्रोता अस्ति सः एव परः परोपि अग्निं तस्मिन् पदे परः इत्युक्ते श्रोता एव श्रोता अपि संशयवान् श्रोता संशयवान् श्रोता अपि वाक्यस्य वाक्यस्य किं प्रयोजनेन अग्नि अनुमितिमान् भवति अग्निं जानाति अस्मिन् पक्षे धूमात् व्याप्तिविशिष्टधूमात् अयं पक्षः अग्निमान् इति सः जानाति श्रोता संशययुक्तश्रोता अस्तु महोदय तदस्ति वा क्लेशः अस्ति वा महोदय अत्र द्वयोः भेदः इत्युक्ते द्वितीय संशयवान् श्रोता तस्य तु वाक्य पञ्चवा अवयववाक्येन तस्य सन्देहस्य निवारणं भवति प्रथमस्य तु यदा सः स्वयम् अनुभूयते तदा तस्य संशयस्य निवारणम् इति वा स्वयं स्वार्थानुमानं भिन्नं तत्तु पूर्वम् उक्तं खलु स्वार्थानुमानम् इति तन्न विषयः अत्र परार्थानुमानमेव विषयः परार्थमाने श्रोतारः द्विविधः एकः संशयवान् तस्य का स्थितिः इति परिच्छेदद्वये उक्तं भवत्या पठितम् एषा स्थितिः प्रथमविधश्रोतारः श्रोतुः संशयः अस्ति संशयानन्तरं निश्चितज्ञानम् अस्ति निश्चितज्ञानं संशयज्ञानं प्रति न प्रतिकूलम् आनुकूल्यमेव तत्सर्वम् उक्तं खलु संशयानन्तरं सः वाक्यं शृणोति वाक्यात् बोधः भवति बोधात् परामर्शः भवति परामर्शात् अनुमितिः जायते प्रथमविधश्रोतुः मनसि प्रथमविध एव अस्तु अवगतम् अतः प्रथमपरिच्छेदे स्वार्थानुमानविषये दत्तमस्ति द्वितीयपरिच्छेदे एव वयं परार्थानुमानविषये दृष्टवन्तः कस्मिन् परिच्छेदे ओ पूर्वस्मिन् परिच्छेदे स्वार्थानुमानम् इति उदाहरणं तत्रापि संशयः आसीत् खलु आम् तदेव सन्दिहानः तथा एव अत्रापि संशयवान् श्रोता अतः द्वितीयविधविषये वयं न दृष्टवन्तः इदानीं पर्यन्तं वह्नि अभावनिश्चयवान् द्वितीयः तद् अस्तु बृहान् विषयः तत्र किमपि अस्ति केवलम् एकम् परिच्छेदम् अग्रे पठामः एतावता प्रश्नः अस्ति वा साधु अस्ति खलु साधु महोदय केवलं प्रथमविध श्रोतुः विषये एतावता उक्तं तस्यापि संशयः अस्ति तदपि निश्चितं ज्ञानं भवति. अनन्तरं कथं वाक्यप्रयोजनेन पञ्चविधवाक्य पञ्चावयववाक्येन इति समानम्. अग्रे रामप्रिया भगिनी पठतु. विपरीतनिश्चये किं भवति? विपरीतनिश्चये सति का गतिः? यस्तु यः तु द्वितीयः विपरीतनिश्चयवान् तद्विषये अपि अस्ति विस्तरेण वक्तव्यम्. पर्वतः वह्नि अभाववान् इति निश्चयः यस्मिन् आत्मनि अस्ति तस्मिन् आत्मनि पर्वतः वह्निमान् इति ज्ञानं न भवितुम् अर्हति. एकस्मिन् सति परस्य उत्पादः न भवति इत्युक्तौ पूर्वः परस्य विरोधि प्रतिबन्धकः इति वा उच्यते. परश्च पूर्वस्य प्रतिबद्ध्यः. अतश्च प्रकृते पर्वतः वह्नि अभाववान् इति निश्चयः प्रतिबन्धकः. पर्वतः वह्निमान् इति ज्ञानं प्रतिबद्ध्यम् इति च आगतमेव. अस्तु, इदानीं द्वितीयविध श्रोतारः विषये अस्ति. विपरीतनिश्चयवान् इति द्वितीयविध श्रोतारः. विपरीतनिश्चयवान् अस्तु, तद्विषये अपि अस्ति श्रोता एव एकवचनं. तेषां का स्थितिः? पर्वतः वह्नि अभाववान् इति निश्चयः यस्मिन् आत्मनि अस्ति तस्य मनसि तु इदानीं पर्वतः वह्नि अभाववान् इति निश्चयः तस्मिन् मनसि अस्ति तस्मिन् आत्मनि पर्वतः वह्निमान् इति ज्ञानं न भवितुमर्हति. ओ, किमर्थम्? एकस्मिन् सति, एकस्मिन् इत्युक्ते पर्वतः वह्नि अभाववान् इति ज्ञानं ज्ञाने सति परस्य उत्पादः, परस्य इत्युक्ते पर्वतः वह्निमान् इति ज्ञानस्य उत्पादः न भवति इत्युक्तौ पर्वतः परस्य विरोधि, क्षम्यतां, पूर्वः परस्य विरोधि. पूर्वः यद् पर्वतः वह्नि अभाववान् इति ज्ञानं पर्वतः वह्निमान् इति ज्ञानस्य विरोधि अस्ति. प्रतिबन्धकः विरोधि वा प्रतिबन्धकः इति वा वयं तस्य नामकरणं वा उच्यते. परश्च पूर्वस्य प्रतिबन्धः प्रतिबद्ध्यः. परस्य यद् पर्वतः वह्निमान् इति उदाहरणं स्वीकुर्मः चेत् तत्र परज्ञानं पूर्वज्ञानं प्रति प्रतिबद्ध्यः. अतः प्रकृते पर्वतः वह्नि अभाववान् इति निश्चयः यद् निश्चयज्ञानमस्ति तदेव प्रतिबन्धकः. पर्वतः वह्निमान् इति ज्ञानं तु प्रतिबद्ध्यः इति आगतम्. ज्ञानं प्रतिबद्ध्यम्. ज्ञानं प्रतिबद्ध्यम् इति नामकरणमित्त भवति. तावदेव पठितम् अस्मिन् विषये. तत्र समाधानं 198 तमे पुटे प्राप्यते. अस्य विस्तारेण अस्य न पठितं, किन्तु महोदयेन उक्तं विस्तारेण अस्मिन् चर्चा भवति इति. कथं यस्य विपरीतज्ञानम् अस्ति, यस्य मनसि पर्वतः वह्नि अभाववान् इति निश्चितज्ञानम् अस्ति, सः कथम् अवगच्छति विपरीतज्ञानं पर्वतो वह्निमान् इति? अत्र न भवति, ज्ञानं न भवितुम् अर्हति इति उक्तम् इति लिखितं. तत्तु शैली एव, अग्रे उच्यते कथं भवति इति अस्ति विषयः. प्रश्नः अस्ति वा? व्यवहारे अपि एतत् सम्यक् महोदय. यः कोऽपि तस्य मनसि, तस्य मनः आङ्ग्लभाषायां मेटप् इति वदामः, तस्तं परिवर्तयितुं न शक्नुमः इति निष्कर्षः. आनुभविकम्. प्रश्नाः न सन्ति चेत् सुनीता भगिनी किमपि लाभं प्राप्तं वा भवत्या? निश्चयेन पदज्ञानं तु अस्ति, लैक् किम् सम्यक् अस्ति. अस्तु तर्हि शुभरात्रि. शुभरात्रि. धन्यवादः सर्वेषां. धन्यवादः. धन्यवादः. शुभरात्रिः. नमस्कारः. शुभरात्रिः. नमस्कारः.